లక్ష్మీ సహస్రే అభీతి స్తబక ఏకోనవింశః అభయం భయమిత్యేతత్ ఉభయం సర్వదేహినాం యత్సేవా తదభావాభ్యాం తామహం శ్రియమాశ్రయే అభయం భయమిత్యేతత్ ఉభయం సర్వదేహినాం యత్సేవా తదభావాభ్యాం తామహం శ్రియమాశ్రయే భజామి తాం త్వాం భవరోగభీతిం పయోధికన్యే పరిహర్తు కామః వన్హేర్భయం వాయుభువో యయైవ న్యవారిత్మాచ్చ నిషాచరీణాం ప్రహ్లాదస్య భయం వినేతుమతిరాతి ఏకస్య శోకస్పృశో లోకస్యైవ భయంకరం సర్వపతిర్జగ్రాసింహం వపుః త్రైలోక్యాంబ తదీయ కోపదహన జ్వాలాస్తు వేలాతిగా చాటూక్తైర్ నివార్వతివతి చక్రే జగన్ నిర్భయం అసన జన క్లేశాలోక క్షణోపనతోద్గతే సత్వ హృదయ మ్లానేర్భీతో జగత్పతిరిందిరే హహహ విహితం క్షామ్యన్నాగ సహస్రమజస్రమపి అభయముభయోః ఆర్తేభ్యో నః ప్రయచ్చతి లోకయోః ముక్తస్త్వయా ముహ్యతి సాధ్వతం గతః సర్వాంబ యుక్తం ఖలు సాధ్వతం గతః యస్త్వాముపాసీత భయాతి చంచలాం చిత్రం సధన్యో న భయాతి చంచలః వందేత మందేతర నిత్య ಸತ್ಯಬೋಧಾನಂದೇ ಮುಕುಂದೇಷ್ಟ ಪುರಂಧ್ರಿತ್ಯಸ್ತ್ವಾಂ ಅತ್ರಾಸಂ ಅತ್ರಾಸನಂ ಏತಿ ಸೈನ್ಹಂ ಚಿತ್ರಾಂ ಅಮೂತ್ರಾಪಿ ಸಯಾತಿ ಋದ್ಧಿಂ ಕಾರಾಗಾರಾತಿ ಅಪಿ ಕಿಲ ಭೃಶಂ ಪಾಪದೇ ಪಾಪದೇಹೇ ಹಂತಾ ಹಂತಾಂ ಅತಿಮತಿ ವಿಪನ್ ಮತಿಮತಿ ವಿಪನ್ ಮಿಶ್ರಿತಾಂ ಆಶ್ರಿತಾನಾಂ ಪಾರಾವಾರಾಧಿಪತಿತನಯೇ ಮಾದೃಶಾಮೀದೃಶಾನಾಂ ಹಿತ್ವಾ ಹಿತ್ವಾ ತ್ರಿಜಗತಿ ಗತಿರ್ ನೇತರ ಕಾತರಾಣಾಂ ಭಾವೀಯಸ್ಮಿನ್ ಭಗವತಿ ಭವತ್ ದೃಷ್ಟಿಲೇಶ ಕೃತಾರ್ಥೇ ತ್ರಾಸೋನ್ಯಾಸೋ ಪಹತ ವಿಪದಸ್ ತಸ್ಯ ನ ಸ್ಯಾತ್ ಕುತೋಪಿ ಅಸ್ಮಿನ್ನರ್ಥ ಜನನಿ ಸುರಸಾ ಸಿಂಹಿಕಾದೇರ್ವಧೀತೋ ಲಂಕಾಯಾಮಪ್ಯವಿಹತಗತಿ ರಾಮದಾಸ ಪ್ರಮಾಣಂ ಜನಿ ಮೃತಿ ಜರಾ ಭೀಷ್ಮಾತ್ ಭೀಷ್ಮ ತಸೋಗ್ರಾತಿ ಜನನಿ ನ ವಯಂ ವಿತ್ರಸ್ಯಾಮ ತ್ವದಂಘ್ರಿಮುಪಾಶ್ರಿತಾಃ ಸತಿಬಲವದಾ ಲಂಬೇಶ್ಯಾದುರ್ ಬಲೋಪ್ಯಕುತೋ ಭಯಃ ತ್ರಸತಿ ಮೃಗಯೋ ಕಿಂವಾ ಪದ್ಮೇ ಮೃಗೋ ವಿಧುಮಾಶ್ರಿತಃ ಅನಾಘ್ರಾತಾಶ್ರೌತಾ ಸ್ಮೃತಿಧಿರೂಪ ದಿಷ್ಟಾಶ್ಚ ಕಮಲೇ ಸಮೀಚಾಮಾಚಾರೈಃ ಅತಿ ಚ ವಿದಿತಾ ಧರ್ಮನಿಚಯಾಃ ಕಥಂಕಾರಂ ಘೋರಂ ನಿರಯಮತಿಯಾಯಾಂ ಇತಿ ಭಯಂ ಜಹಾಮಿ ಸ್ಮೃತ್ವಾತೇ ಜಗದವನಿ ವಾತ್ಸಲ್ಯ ಜಲಧೆ ವಿವಿತ್ಸಾಮಾತ್ಸ ಸರಿಯ ಸ್ಫುರಣ ದುರಹಂಕಾರ ಕುಹನ ಪಿಶಾಚೀಭ್ಯೋ ಬಿಭ್ಯತಿ ಜಗದ ಭಯದಾನೈಕ ನಿರತಾಂ ನತಾಂ ಭೂತೇಶಾದ್ಯೈ ರಪಗಮಿತ ರಕ್ಷೋಗಣಮದಾಂ ಪ್ರಪದ್ಯೇ ದಾಸಸ್ತ್ವಾಂ ಪರಮ ಪುರುಷ ಪ್ರಾಣದಯಿತೇ ಜಂತೋರ್ಹಂತ ತ್ರಿಲೋಕೀ ಜನನಿ ತವ ಸಮಾರಾಧನೆ ಸಾಧನೇಷು ವ್ಯಾಪಾರೇಷ್ ಪಾಭಿಮುಖ್ಯ ತ್ಯಜನ ಭಜನಯೋರ್ ಭೀತ್ಯಭೀತಿ ಭವೇತಾಂ ಸುಗ್ರೀವಂ ವಾಲಿಭಂಗೇ ತದಹಿ ತದಮನಾತ್ ನುನ್ಮುಖಂ ರಾಮಕೋಪಾತಿ ಭೀತಂ ಪಶ್ಚಾತ್ ಸದಹಸ್ಥ ವಹನ ಗತ ಭಿಯಂ ತತ್ ದೃಷ್ಟಾಂತಯಾಮಃ ರಕ್ಷಸ್ತೋಮೋಪ್ಯಖಿಲ ಭಯಕೃತ್ ರಾಘವ ಪ್ರಾಣಕಾಂತೇ ತ್ರಾಸೋತ್ಪತ್ಯೈ ನ ಖಲು ಭವತಿ ತ್ವತ್ಪದಾಬ್ಜಾನುಕೂಲೇ ಕಷ್ಟಂ ಮಾತ ತ್ರಿನಮಪಿ ಭಿಯೇ ಕಲ್ಪತೆ ಪ್ರತೀಪೇ ರಹಸ್ಯೇ ಸಾಕ್ಷಿ ಪವನತನಯಃ ಪಶ್ಚಿಮೇ ಕಾಕ ಏಕಃ ಸಂಸಾರೇ ಮಹತೀವ ಸಂಸ್ಕೃತಿ ಪಥೇ ಹಂತ ಭ್ರಮಂತ ಸ್ಥಿರಂ ವಿಷ್ಣೋ ಪ್ರೇಯಸಿ ವಾನರ ಇವ ನರಾಃ ವೇಲಾತಿ ಗಗ್ಲಾನಯಃ ಸಂಪಾತೇರಿವ ಸನ್ಮತೇರಥ ಗುರೋರ್ ಬುದ್ಧ್ವಾ ಸ್ಥಿತಿಂ ತಾವಕೀಂ ಆಜ್ಞಾಲಂಘನ ಭೀತಿಮಂಬ ಜಹತಿ ಪ್ರಾಜ್ಞಾಹೇ ಸ್ವಾಮಿನಃ ಪಾದಾಬ್ಜಂ ಭಜನಾದಿ ಕರ್ಮಣಿ ಸುರೈರ್ ಯಸ್ಯೈವ ಕರ್ಮೀಕೃತಂ ಯೋಧತ್ತೇರ್ಕ ಯಮೇಂದ್ರವನ್ಹಿಮರುತಾಂ ಭೀತಾಸ್ವಪಾದಾನತಾಂ ತಸ್ಯಾಪ್ಯಂಬ ಸಕೃತ್ಕೃತ प्रपदस्तेऽस्मीति याचन् जनोऽपि अत्र सर्पण सम्प्रदानमभवति देवि प्रसादेन ते आरोढुं किल यत् सनीडममाः बिभ्यत्यहि द्विन्मुखाः तद्ब्रह्मापि तवाश्रयेण सुलभी कर्तुं न भीतोऽस्म्यहम् लेढुं दाटिकल्परत्नखचितम् राज्ञः किरीटं रमे किं वा सर्वदुरासदस्य दयिता केलीशुकस्त्रस्यति दातव्या स्वयमेव दाशरथये देवीति यो वीतभीः अग्रे सहग्रहम् अग्रजस्य कथयन्मे आर्तो दशास्यानुजः तस्मै त्वद्दयितेन दत्तमभयम् राज्यं च राज्यं रमे यत् स्वल्पं व्यसनं भवेत् तव कृते तद्भूयसे श्रेयसे तव साधुवष्म नवसारसाये भवसागर अवसादमेयुषाम् अभयाय भात्यशुभयात्तु दीप्तिहृति प्रभया सुवर्ण निभया मनोरम् प्रत्यासीदति मृत्युरन्वहमहो गत्या गतिभ्याम् प्रवेः पापीयानहमस्मि पापिनि जने कोऽपि चैव स्वतः किं किं वा भवितेति वेङ्कटपतेः क्रीडासखि त्रस्यते मह्यं गह्यतमाय मातरभयम् देया दयालो स्वयम् ब्रह्मप्राणप्रणयिनि हर ब्रह्म मघवन् मुखानां लेखानां अतिभयमभीतिश्च भवतः निमेषोन्मेषाभ्याम् तव जननि दृष्ट्योरिति महान् अयं घण्टाघोषः क इह विमृशेन्मानवपरम् घनार्तौ कार्तान्तः कदन निपुणः किं करगणो भ्रमद्भिर्लोकान्ब क्रुधमिव वमद्भिश्च नयनैः प्रगल्भां दुर्भीतिम् प्रथयति यथा मे न बहुधा तथा शीतापाङ्गैः प्रसभमनुगृह्णातु भवती सप्तत्वापद्व्रजफलतया दारुणैः संयमाना याम्या श्रुत्वा मुनिवचनतो यातनाश्चेतनानाम् कामं भीतः कमलनिलये कम्पमानाखिलाङ्गो विश्वस्य त्वामहमशरणो विश्वधात्रीं प्रपद्ये देशे काले सततविकृतेर्देवि देहस्य वृत्ते दृष्टे शौरे रघजुषि जने तीक्ष्णकोपे च चित्ते भीतिः प्रादुर्भवति महती शक्तिमत्या भवत्या कारुण्यत्रे मृदुनिहृदये चिन्तिते हन्त धैर्यम् बाधन्ते विषयाः बहिः सततमपि अन्तस्तु कामादयः क्रातुं हन्त विपन्नमर्णवसुते धात्रादयोऽप्यक्षमाः शक्तो यद्यपि केशवः स तु दुराराध्यः स्वयं मद्विधैः इत्युद्वेगवतो मम क्रमहरालोका त्वमेक गतिः वाल्मीकौ तमसान्वयो बलरिपौ भूयस्तरन्यवः योगस्थेयमसङ्गतिर् दृढगदवाप्तिस्तु नारायणे रुग्णे क्षुद्रहितक्रमो भवकृतं दुःखं प्रतिप्रेयसि त्रासः कुत्सित मौक्तिकेषु न पुनः त्वत्संश्रितेष्विन्दिरे हन्त प्रकृतचक्षुरद्य विषये व्यापिन्य निर्वाच्यताम् प्राप्ते विश्वजनिस्थितिक्षयपुषि ब्रह्मण्यनन्याश्रये मातस्त्वामभयं विधातुमुषिताम् मन्ये प्रतिष्ठाहम् तस्मिंस्ते दरमन्तरं भवति चेत् कस्यात्र न स्याद्भयम् दशमुखसहजं तम् देविनाम्नार्थतो वापि उदितमुखविकारम् भीतप्यूष्मणाप्तम् अकुरुतरघुवीर त्वत्प्रसादप्रभावाति अभयवितरणेन क्षिप्रमानन्दसान्द्रम् अल्पश्रुतेभ्य इव राशिमनादिवाचाम् अम्भस्ततिभ्य इह बिभ्यतमर्भकम् ते पुण्यैः पुराणवचनैः इव वीक्षणैस्त्वम् उच्चैर्नृसिंहसिखिमाम् उपब्रह्मयेथाः दुष्कालानुगुण क्रमैश्रुतिपथा आविष्कारनिष्कासकैः निष्कारुण्यतमैः सुरुष्कयवनैर्निष्कारणद्वेषिभिः कञ्जावासिनि तत्समैरपि जनैः सञ्जायमानं भयम् त्वं जालेन दृशां हि पारयसि नः खञ्जानि वाम्भोदिधिम् काकाभयप्रदेति प्रश्नो यद्वाचकः समस्तपदः स्वयमुत् तरतां धत्ते रमा समस्तो विराजति सा काकाधय प्रदेति प्रश्नो यद्वाचकस्तमस्तपदः स्वयमुत्तरतां धत्ते रमा समस्तोत्तर विराजति सा श्रीवेङ्कटाध्वरिविरचिते लक्ष्मीसहस्रे अभीतिस्तबकः एकोनविंशः सम्पूर्णः।